नमस्ते, तर्हि धातुपाठे हल्सन्धिः इति करपत्रं करपत्रस्य अन्तिमभागः परिशिष्टमिति तत्र महोदय इतोपि परिवर्तनानि कृतवान्, तर्हि पुनः पश्यामः. हिमा भगिनी आरम्भं करोतु. अस्तु महोदय, परिशिष्टं कश्चन प्रश्नः उदेति छोः षूड् अनुनासिके च इति सूत्रेण तुक्सहितचकारस्य स्थाने शकारादेशः. एवम् अस्ति चेत् प्रापच्योगः सि इति स्थितौ किमर्थं न छोः षूड् अनुनासिके च इत्यनेन तुक्सहितचकारस्य षत्वम्? अत्र प्रश्नः अस्ति, वयं पूर्वं यत्र अभ्यासं कुर्वन्तः तत्र यत्र यत्र छकारान्तदातवः सन्ति तत्र तत्र वयं परिगणितधातूनां कृते प्रश्च प्रश्च सृज इति सूत्रेण षत्वविधिः कृतवन्तः. परन्तु इदानीं छोः षूड् अनुनासिके च इति सूत्रस्य अपि प्रसक्तिः तस्य भवति किल, तर्हि तेन सूत्रेण तुक्सहितचकारस्य स्थाने शकारादेशः किमपि न कर्तव्यम् इति प्रश्नः उदेति इति. छकारान्तधातूनां कृते सामान्यं रश्च प्रश्च सृज मृज याज राज राज छशांशः इत्यनेन षत्वं. तर्हि प्रापच्योगः सि इति दृष्टान्ते रश्च प्रश्च सृज मृज यज राज ब्राज छशांशः इति सूत्रेण अत्र छकारस्य तुक्सहितछकारस्य स्थाने शकारादेशः प्रापश्योगः सि इति भवति. तदनन्तरं षडोः कः सि इति कारणेन तत्र शकारस्य स्थाने ककारादेशः भवति. आदेशप्रत्ययोः कारणेन इण्को वर्णः अस्ति इति कृत्वा षत्वविधिः भवति प्रापकयोगः षि इति. मेलनेन तदनन्तरं खरीच इति कारणेन ककारस्य स्थाने ककारः प्रापक्षी इति रूपम्. एतावता वयम् एवमेव कुर्वन्तः, किन्तु वस्तुतः अत्र छोः षूड् अनुनासिके च इत्यस्य प्रसक्तिरस्ति किल. प्रसक्तिरस्ति चेत् रश्च प्रश्च सृज रश्च सृज मृज यज राज ब्राज छशांशः इति सूत्रम् असिद्धम्. यतोहि तत्सूत्रं तु त्रिपाद्यां सन्ति, अपि च छोः षूड् अनुनासिके च षष्टमाध्याये सन्ति. तर्हि अत्र का गतिः इति द्रष्टव्यम्. अग्रे अपि पठामि वा? प्रायः चत्वारः एव जनाः स्मः, तर्हि पुनः विद्या अस्तु. श्रूयते वा? आम् अस्तु. यथा जानीमः पाणिनिना न उच्यते कस्मिन् कस्मिन् सूत्रे कस्य कस्य अनुवृत्तिः. वैयाकरणाः विचिन्त्य अस्मान् सूचयन्ति. कुत्रचित् किन्तु विभिन्नपक्षाः भवन्ति. यथा अत्र काशिकाकारः लिखति यत् छ्वोः षूडन्नासिके च ज्वरत्वरस्त्रिव्यवीमवाम् उपादायाश्च इत्यनयोः द्वयोः सूत्रयोः अपि निति इत्यस्य अनुवृत्तिः. नाम अनयोः सूत्रयोः कार्यं भवति निति जलादिप्रत्यये परे. सिद्धान्तकौमुद्यां दीयते यत् छोः षूडन्नासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः अस्ति, किन्तु ज्वरत्वरस्त्रिव्यवीमवाम् उपादायाश्च इति सूत्रे नास्ति. महाभाष्ये उक्तम् अस्ति यत् ज्वरत्वरस्त्रिव्यवीमवाम् उपादायाश्च इति सूत्रे नास्ति अनुवृत्तिः. छोः षूडन्नासिके च इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति. एकस्मिन् पक्षे निति अस्ति, अपरस्मिन् पक्षे नास्ति. अत्र दत्तमस्ति पाणिनिना केवलं सूत्राणि रचितवान्, परन्तु कस्मिन् सूत्रे कस्य अनुवृत्तिः भवति इति सः न उक्तवान् इति कृत्वा वैयाकरणाः ये वैयाकरणाः आगत्य अस्मान् सूचयन्ति कस्य कस्मिन् सूत्रस्य कस्य अनुवृत्तिः कुत्र भवति इति ते एव अस्मान् सूचयन्ति इति कृत्वा कुत्रचित् तत्र मतभेदाः भवितुम् अर्हन्ति यथा अत्र प्रथमपक्षः अस्ति काशिकाकारः. तत्र काशिकाकारः वदति चोः शूडनासिके च इति सूत्रे अपि च ज्वरत्वरस्त्रिव्यवीमवाम् उपादायाश्च इत्यनयोः द्वयोः सूत्रयोः अपि कृति इत्यस्य अनुवृत्तिः. तर्हि अहम् अत्र चिन्तयामि अत्र निति इत्यस्य अनुवृत्तिः अनुनासिकस्य क्विज्जलोः निति इति सूत्रात् आगच्छति इति अहं चिन्तयामि. किमर्थम् इत्युक्ते वयम् अनुवृत्तिः इति वदामः, परन्तु कुतः आगच्छति इति अत्र नास्ति. अस्तु, अपि च इति निति इत्यस्य अनुवृत्तिः चोः शूर्णनसिके च अपि च ज्वरत्वरस्त्रिव्यवीमवाम् उपादायश्च द्वयोः सूत्रयोः प्रसक्तिः अनुवृत्तिः भवति चेत् तर्हि तत्र यदि प्रत्ययः कित् अथवा नित् अपि च कित् नित् जलादिप्रत्ययः अस्ति चेत् एव द्वयोः सूत्रयोः प्रसक्तिः भवति. अग्रे सिद्धान्तकौमुद्यां निति इत्यस्य अनुवृत्तिः केवलं चोः शूडन्नासिके च इत्यस्मिन् सूत्रे एव अस्ति, परन्तु ज्वरत्वरस्त्रिव्यवीमवाम् उपादायश्च इति सूत्रे नास्ति. अग्रे अस्ति महाभाष्यं. पतञ्जलिमहाभाष्यकारः सः वदति निति इत्यस्य अनुवृत्तिः ज्वरत्वरस्त्रिव्यवीमवाम् उपादायश्च इति सूत्रे नास्ति, परन्तु चोः शूडन्नासिके च तत्र पक्षद्वयं वर्तते. एकस्मिन् पक्षे निति इत्यस्य अनुवृत्तिः भवति तदपि साधु, अपरस्मिन् पक्षे निति इत्यस्य अनुवृत्तिः नास्ति तदपि साधु. द्वयोः कृते तर्कः भवति. श्रूयते वा? श्रूयतां भगिनि, मम एव दूरवाण्याम् अहं म्यूट् मध्ये आसम्. आं भगिनि, भवती यथा उक्तवती अनुनासिकस्य, महोदय अत्र चोः षूडनुनासिके च इति सूत्रस्य विवरणं यत्र दत्तवान् तत्र महोदयेन उक्तम् अनुनासिकस्य पिजलो निति इति सूत्रात् पिजलोः इति चिन्तवती. अस्तु, अहं केवलं स्मरणार्थम् उक्तवती. आमां, धन्यवादः. अस्य सर्वस्य महत्त्वं किं? ज्वरत्वरस्त्रिव्यविमवामुपादायाश्च इति सूत्रे किति निति इत्यस्य अनुवृत्तिः भवति चेत् मामोति इति रूपं न सेत्स्यति. तिप् इत्यस्य पित्वात् अयं निद्वत् न, तदर्थम् ऊठादेशो न भवति. न ज्वरत्वरस्त्रिव्यवी मवामुपादायाश्च इत्यनेन वा छोः षूडनुनासिके च इत्यनेन मामव् योगः ति लोपोव्योर्वलि मामति इति अनिष्टं रूपम्. अतः माताजी वदति यत् अत्र काशिकाकारस्य मतं मतमेव नास्ति, अपि तु साक्षात् दोषः. तदर्थं ज्वरत्वरस्त्रिव्यवि मवामुपादायाश्च इति सूत्रे काशिकाकारस्य पक्षं त्यजामः. अस्मिन् सूत्रे किङिति इत्यस्य अनुवृत्तिः न भवेत्, नास्ति एव. इदानीं चर्चार्थं प्रथमं विषयं स्वीकृतम् अत्र ज्वरत्वरस्त्रिव्यविमवामुपादायाश्च इति सूत्रे किङिति इत्यस्य अनुवृत्तिः भवति इति केवलं काशिकाकारः एव वदति, न तु सिद्धान्तकौमुद्दीकारः न तु भाष्यकारः. अतः तस्य स्वीकरणं प्रथमं कृतम् अत्र. अपि च वदति यत् यदा तादृशं भवति चेत् किमिति इत्यस्य अनुवृत्तिः भवति चेत् मामोति इति इष्टं रूपं न प्राप्यति एव. किमर्थम् इत्युक्ते इदानीं विवक्षा अस्ति लट् अपि च प्रथमपुरुषे एकवचनम् एकवचनम् अतः तिप् आयाति प्रत्ययरूपेण मामव् योगः तिप् तिप् तु पित् अस्ति सार्वधातुकम् अपित् ङित् सार्वधातुकम् अपित् एव ङित् अस्ति अत्र तिप् तु पित् इति कृत्वा तत् ङित् नास्ति इति कृत्वा यदि किङिति इति अनुवृत्तिः आयाति चेत् ऊटादेशः ज्वरत्वरस्त्रिव्यविमवामुपदायाश्च इति सूत्रस्य प्रसक्तिरेव न भवति तेन ऊटादेशः न भवति अपि च छ्वोः षूडनुनासिके च इत्यनेन अपि प्रायः तत्रापि किङिति इत्यस्य अनुवृत्तिः भवेत् चेत् ऊटादेशः न भवति इति महोदयेन उक्तं तत्र छ्वोः अङ्गस्य शूड् क्विज्जलोः अनुनासिके च इत्येव सम्पूर्णसूत्रं तत्रापि वयं किङिति इत्यस्य अनुवृत्तिः काशिकाकारः यदा वदति तादृशं स्वीकुर्मश्चेत् तिप् तिप् इत्यस्मिन् स्थले ऊट् आदेशः द्वयोः सूत्रयोः कारणेन न भवति न भवति चेत् किं भवति मामव् योगः ति तत्र वकारः तिष्ठति लोपो व्योर्वलि इत्यनेन तकारः वल् प्रत्याहारे अस्ति इति कृत्वा लोपो व्योर्वलि इत्यनेन मामति इति रूपमेव सिद्ध्यति तत्तु अनिष्टम् इति कृत्वा माताजी वदति काशिककारस्य मतम् इत्युक्ते ज्वरत्वर अपि च छ्वोः षूडनुनासिके च इति द्वयोः किङिति इत्यस्य अनुवृत्तिः न भवेत् एव तत्तु दोषाय इति अत्र काशिकाकारमतस्य निराकरणम् अभवत् अस्मिन् परिच्छेदे अपि च भगिनी अत्र इतोपि किञ्चित् मम चिन्तनम् आसीत् पूर्वस्मिन् परिच्छेदे किङिति जलादिप्रत्यये परे इति दत्तमस्ति किल तत्र साक्षात् ङित् जलादि अथवा कित् जलादिप्रत्ययः परे भवेत् इति नियमः नास्ति ङिद्वत् भवेत् चेदपि साक्षात् इत्युक्ते मा तिप्तस्जि तस्य तिप्तस्जि तिप्तस्तमिपोस्वस् तासातां झ तासातां धुन् इट् महिङ्ग् महिङ्ग् इति प्रत्ययः झलादि अपि च ङित् तत्तु साक्षात् तादृशम् आवश्यकम् इति नास्ति ङिद्वत् भवेत् चेदपि तर्हि तस्य तु विशेषणं न भवितुम् अर्हति ङिति इति विशेषणं तर्हि अनुनासिके इत्यपि उक्तम् अस्ति तर्हि जलोः इत्यस्मिन् जलि परे इति इत्युक्ते कीदृशजलि परे इत्युक्ते जलि इत्यस्य विशेषणरूपेण अत्र द्विती इति आयाति खलु आम् किन्तु साक्षात् प्रत्यये कित्वा ङित्वा भवेत् इति नास्ति केवलं ङिद्वद् भवति चेदपि पर्याप्तम् इति वक्तुं मम आशयः आसीत् सर्वत्र तथा एव भवति खलु अपित् अस्ति चेत् ङिद्वद् भवति इति कृत्वा तादृशस्वभावम् आरोपयामः तावदेव महोदय एकनिमिषः तत्र काशिकाकारस्य मदमस्ति सूत्रद्वये द्वयोः अपि तत्र ङिति इति अनुवृत्तिः अस्ति इति परन्तु यत्र मातुः अभिप्रायः अस्ति तद्दोषाय इति इत्युक्ते केवलं ज्वरत्वर इति अस्मिन् सूत्रे एव निति इत्यस्य अनुवृत्तिः मास्तु इति अस्मिन् सूत्रे उक्तमस्ति. अग्रे अग्रिमसूत्रे किमर्थं श्वोः शूड् अनुनासिके चैत्यस्य सूत्र इति सूत्रे अपि समानकार्यं किमर्थम् इति इत्यस्य अनुवृत्तिः न इच्छामः इति अग्रे उक्तम् अग्रिमपङ्क्त्या एकवारं पुनः तत्र द्वितीयपङ्क्त्यां सन्ति किल तिप् इत्यस्य पित्वात् अयं नित्वत् न तत्तु स्पष्टमस्ति तत्र तदर्थम् ऊठादेशो न तस्य विषये एकवारं पुनः वदतु कृपया. पुनः भगि तदर्थम् ऊठादेशो न इति अस्ति किल तत् किञ्चित् विस्मृतवती. एकनिमिषं कुत्र स्मः इति न इदानीं महोदय पठितवान् किल अस्य सर्वस्य महत्त्वं किम् इति इत्यस्य पित्वात् अयं निद्वत् न तदर्थम् ऊठादेशो न आम् सत् ऊठादेशो न इति ज्वरत्वर तस्मिन् सूत्रे यदि यदि अस्माभिः निति इति अनुवृत्तिः वयं स्वीकुर्मः चेत् तादृश अनुभूतिः स्वीकुर्मश्चेत् ज्वरत्वरस्त्रव्यमिस्त्रव्यवि वाम् उपदायाश इति सूत्रे सूत्रस्य कार्यं तु यत्र इति जलाभिप्रत्ययपदे एव कार्यं भवति खलु. अत्र तु ति इति प्रत्ययः अस्ति तर्हि तिप् प्रत्ययपदे कार्यं न भवति इति कृत्वा रूपं न साधयितुं शक्नुमः. मामौ योगः तर्हि मामति इति एव भवति. आम् मामति इति भवति लोपोव्योर्वलीकारणेन तदर्थमादेशो न इति आगच्छति किल तदर्थम् यदि नितीश इति स्वीकुर्मः चेत् निति स्वीकुर्मः चेत् नितिजलादि इति स्वीकुर्मः चेत् इति परे कुत्रस्य प्रसक्तिः न भवति केवलं लोपोव्योर्वलि इति एव कार्यम् ऊटादेशः न भवति खलु इति निति निति जलाति इति स्वीकुर्मः चेत् ऊ कृत्वा मामोति इति आगच्छति न तथैव यदि वयं निति इति अनुवृत्तिः न स्वीकुर्मः तस्मिन् समये एव अस्माकम् ऊटादेशः भूत्वा मामोति इति इष्टं रूपं साधयितुं शक्नुमः. तर्हि निति इत्यस्य अनुवृत्तिः मास्तु इति अत्र प्रदर्शितम् एवमस्ति. प्रथमं महोदय यदि स्वीकुर्मः चेत् किं भवति इति उदाहरणं तदेव पृष्टवती वा किल भगिनी तदर्थम् ऊठादेशो न इति कृत अस्ति किल तत्र ज्वरत्वरस्त्री निद्वत् अस्ति चेत् निद्वत् निद्वत् नास्ति इति कृत्वा ऊठादेशः न पित् अस्ति चेत् निद्वत् भवति किन्तु पित् कदापि निद्वत् न भवति इति कृत्वा ऊटादेशः न भवति यदि सूत्रे वयं निति इति अनुवृत्तिः स्वीकुर्मः चेत् किन्तु इष्टं ऊटादेशार्थं निमित्तानि कानि ऊटादेशार्थं किमस्ति यदि तदेव भगिनि प्रश्नः अस्ति ज्वरत्वर इति सूत्रे निति इत्यस्य अनुवृत्तिः स्वीकरणीयं वा न वा इति एव प्रश्नः. यदि भवती निति इति स्वीकरोति चेत् किं भवति इति अत्र उदाहरणार्थं प्रदर्शितं द्वितीयं वाक्यं तदेव अस्ति. यदि वयं निति इति स्वीकुर्मः चेत् तिति परे ऊटादेशः न भवति खलु. किमर्थं न भवति तिप्ति तिप् अस्ति नित्वा निद्वतो निद्वतति नास्ति नित्तपि नास्ति चित्तपि नास्ति निद्वत्तपि नास्ति तर्हि ऊटादेशः न भवति. ऊटादेशः न भवति चेत् अस्माकम् इष्टं रूपं न साधयामः खलु इति कृत्वा निति इति अनुवृत्तिः न स्वीकुर्मः. अस्तु उदाहरणसहितं प्रदर्शितवान् किमर्थं निति इति अनुवृत्तिः न स्वीकुर्मः ज्वरत्वर इति सूत्रम् अनुमति पुष्पभगिनी प्रत्यागतवती वा. हलो पुष्पा भगिनी आसीत् खलु पुष्पा भगिनी अपि आगतवती. नौकायात्रा कथमासीत् तथैव उच्चामः न मम ऊटादेश न आगच्छति निति इति नीति इति न स्वीकुर्मः धन्यवादः सरला भगिनी पठितुम् अस्तु वा तर्हि श्वो शूरनासिके च इति सूत्रे का गतिः वस्तुतः न केवलं सिद्धान्तकौमुद्याम् अपि च बहुषु ग्रन्थेषु दत्तम् अस्ति यत् ङिति इत्यस्य अनुवृत्तिः अत्र वर्तते तथा अस्ति चेत् कः परिमाणं तुक् सहितछकारस्य स्थाने शकार आदेश ङिति झलादिप्रत्यये परे एवं चेत् प्रापच् योगसि इति स्थले अस्य सूत्रस्य प्रसक्तिः नास्ति एतावत् अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनम् इदानीं चोषूरनासिके इति सूत्रस्य विवरणम् अस्ति अत्र यदि चोषूरनासिके इति अनुवृत्ति भवति तद् दत्तमस्ति भौतग्रन्थेषु बहुषु ग्रन्थेषु अपि सिद्धान्तकौमुद्यां तत्र तस्य फलं किं भवति तुक् सहितछकारस्य स्थाने शकार आदेश भवति ङिति झलादि प्रत्यपरे छोष अनुनासिके इति सूत्रस्य भाषा अस्ति यदि तुक् छकारे अस्ति छकारस्य स्थाने चकार आदेश भवति निमित्तं भवति ङिति झलादि प्रत्यये परे यदि झलादि प्रत्यय ङित् अस्ति तस्य परे यदि अस्ति तर्हि तुक् सहित चकारस्य लोपः भवति यदि एतत् निमित्तं कारणम् अस्ति तद् किं भवति यदि प्रापच् योगस्य भवति इति स्थले सकार अत्र सिप् अस्ति तस्य गतिः किं भवति तस्य चोषुनासिके तस्य प्रसक्तिः न भवति कारणं कि सिप् मिति परे मिति झलादि प्रति न आगच्छति किन्तु वयं पूर्वं पठितवन्तः अस्माकं पाठिषु एतादृशपक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म वयं पूर्वं गत सप्ताहे एव पठितवन्तः शृणुनासिके यदि प्रापच्योगसि अस्ति तत्र प्रसक्तिः भवति चकारस्य स्थाने लोपः भवति चकार आगच्छति कथं भवति स्म तस्य प्रश्ने सति उक्तमस्ति यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनं यथा यथा महाभाष्यकार द्वयपक्षे स्वीकृत्य एकपक्षे ङिति अनुवृत्ति स्वीकृतम् अन्ये पक्षे ङिति अनुवृत्ति न स्वीकृतं द्वे पक्षयोः इति साधु अस्ति तस्य इति दत्तमस्ति अत्र तर्हि आहत्य अत्र किम् इत्युक्ते एतावत्पर्यन्तं एतावत्पर्यन्तं वयं प्रापच् गतसप्ताहे वयं प्रापच् योगसि चोष अनुनासिके इति कारणे वयं कृतवन्तः चकारस्य स्थाने शकार तस्य अनन्तरं ब्रश ब्रश सृज मृज राज भाजशाम् इति सूत्रेण शक तालव्यशकारस्य मूर्धन्यशकार भवति इति प्रक्रिया वयं कृतवन्तः तत् यदि ङितिपरे नास्ति तत् अपि साधु अस्ति महाभाष्यकारे इति तर्हि निधि न स्वीकुर्मः इति आम् धन्यवादः पुनः हेमा भगिनी अस्तु भगिनि प्रश्नः एकनिमिषः महाभाष्यस्य प्रमाणेन पक्षद्वयेनापि कार्यं सिद्ध्यति. एकः अनुवृत्तिपक्षः, एकः निवृत्तिपक्षः. छोः षूडनुनासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् कित् कित् प्रत्यये परे छोः षूडनुनासिके च इत्यनेन छकारस्य स्थाने शकारादेशः. तदा व्रश्च ब्रश्च सृज मृज यज राजभ्राज छ शांशः इति सूत्रेण शकारस्य षत्वम्. प्रत्ययः कित् कित् नास्ति चेत् व्रश्च ब्रश्च सृज मृज यज राजभ्राज छ शांशः इति सूत्रेण चकारस्य षत्वम्. अपि च अस्मिन् पक्षे तुक्सहितचकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः. तर्हि महाभाष्ये उक्तमस्ति पक्षद्वयमपि साधुः इति. प्रथमः अस्ति अनुवृत्तिपक्षः इत्युक्ते अनुवृत्तिं स्वीकृत्य पश्यामः. द्वितीयमस्ति यत्र अनुवृत्ति किमिति तस्य अनुवृत्तिः नास्ति इति, तत् निवृत्तिपक्षः इति अस्ति. तर्हि छोः षूडनुनासिके च इति सूत्रं वयं पश्यामः चेत् तत्र प्रथमम् अनुवृत्तिपक्षः द्रक्ष्यामः. तत्र यदि ङिति इति अनुवृत्तिः भवति तर्हि कित् कित्वा ङित् प्रत्यये परे छोः षूडनुनासिके च इति सूत्रेण, अनेन सूत्रेण तत्र छकारस्य स्थाने शकारादेशः. यत्र छकारः इति वदामः तत्र तुक्सहितचकारः इति स्वीकरणीयम्. तदनन्तरं तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति. प्रश्च प्रश्च सृज मृज यज राजभ्राजच्छशांशः इति सूत्रेण षत्वविधिः. अपि च यत्र द्वितीयपक्षं स्वीकुर्मः निवृत्तिपक्षः इत्युक्ते यत्र ङिति इति अनुवृत्तिः नास्ति तर्हि प्रत्ययः कित्वा ङित्वा नास्ति चेत् साक्षात् व्रश्ज ब्रश्च सूत्रेण तत्र षत्वविधिः भवति. तर्हि तुक्सहितचकारस्य स्थाने षकारः आयाति. द्वितीयपक्षे छोः षूडनुनासिके च तस्य कार्यं न भवति. तर्हि पक्षद्वयमपि साधु साधुः यथा पाप्रच् योगः सि इति स्थले सि प्रत्ययः कित् नित् न, अतः व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण चकारस्य षत्वम्. किन्तु अत्र नूतनविचारः अयं यत् निमित्ते निमित्तापाये नैमित्तिकस्यापि अपायः इति न स्वीक्रियते. भाष्यकारैः उच्यते यत् इदं न परिभाषा न वा न्यायः किमपि नास्ति. अस्य उपयोगो न कुत्रापि भवेत्. अनेन कारणेन व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रे तुक्सहितचकारः न मन्यते चेत् चकारस्य स्थाने शकारः तु भवति किन्तु तुगागमः अपि अस्यति. तदर्थम् अस्मिन् सूत्रे तुक्सहितचकारः मन्तव्यः. अतः ये छोः षूडन्नासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति तैः व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रे चकारः मन्तव्यः, अपि च स चकारः तुक्सहितसहितः मन्तव्यः. नो चेत् लटि पाप्रष्टि पाप्रक्षि इति रूपद्वयं न सेत्स्यति. अस्मिन् पक्षे पाप्रच् योगः तः इति स्थले पाप्रष्टः भवति चोः षूडन्नासिके च इति सूत्रेण. तर्हि इदानीम् अत्र पाप्रच् योगः सि इति स्थितिः अस्ति. तत्र पाप्रच् योगः सि, अत्र सि इति सिप् अस्ति मध्यमपुरुष एकवचने सिप् अत्र पित् अस्ति, अतः कित् नित् नास्ति. यदि वयं चोः शूर अन्नासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः स्वीकुर्मः तर्हि अत्र पाप्रच् योगः सि इति स्थितौ चोः शूर अन्नासिके च इति सूत्रस्य प्रसक्तिः न भवति. किमर्थम् इत्युक्ते सि इति पित् अस्ति, नित् नास्ति. तर्हि अत्र किं भवति इत्युक्ते इदानीं चोः शूरनसिके च इत्यस्य प्रसक्तिः नास्ति, अतः वयं व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रस्य प्रसक्तिः अत्र भवति. अत्र चकारस्य स्थाने षत्वं भवति. परन्तु यदि चकारस्य स्थाने षत्वं भवति तर्हि अत्र नूतनप्रश्नः भवति. तत्र अल्पप्राणचकारः यत् तुगागमः आसीत् तदेव स्तोश्चुनाशुः इत्यनेन अल्पप्राणचकारः अभवत्, तर्हि तस्य का गतिः इति प्रश्नः. पूर्वं वयं किम् उक्तवन्तः इत्युक्ते तत्र निमित्तापाये नैमित्तिकस्यापि अपायः इत्यनेन तुक्सहित यत्तुगागमः आसीत् तत् अपगच्छति इति वयं पूर्वम् उक्तवन्तः. परन्तु इदानीं वयं भाष्यकार तस्मिन् विषये किं वदति चेत्, भाष्यकारः वदति निमित्तापाये नैमित्तिकस्य अपायः इति परिभाषा नास्ति, न वा न्यायः, न किमपि नास्ति इति कृत्वा भाष्यकारः अत्र वयं मुनित्रयम् अस्ति, तत्र भाष्यकारः पतञ्जलिः अपि अस्ति इति कृत्वा तस्य मतमेव वयम् अत्र स्वीकुर्मः इति कृत्वा अत्र निमित्तापाये नैमित्तिकस्य अपायः इति वयं पूर्णतया त्यजामः. अतः अत्र यदि इदानीं वृषभश्च इति कार्यं करोति चेत् तर्हि तुगागमः अस्ति, तत् अल्पप्राणचकारस्य का गतिः इति प्रश्नः. अस्य अतः अत्र इति कारणेन एव अत्र वृषभश्च सृजमृज यजराजब्राजचषां शः इति सूत्रे तुक्सहितचकारः मन्तव्यः, नो चेत् तत्र तुक् यत् पाप्रच् योगः अस्ति तत्र तुक् अस्ति किल, इदानीं चकारस्य स्थाने शकारः वृषभश्च इत्यनेन अभवत्, तर्हि तत् तुक् तथा एव तिष्ठति. यदि तथा एव तिष्ठति तर्हि वयम् इष्टं रूपं न प्राप्नुमः इति कृत्वा एव वृषभश्च इति सूत्रे तुक्सहितचकारः वयं मन्तव्यः. यस्मिन् पक्षे चोः शूरनासिके च इति सूत्रे स्मिति इत्यस्य अनुवृत्तिः अस्ति तत्र. अस्तु, अनन्तरं यदि तुक्सहितचकारः वयं न स्वीकुर्मः वृषभश्च इति सूत्रे तर्हि वयम् इष्टं रूपं न प्राप्नुमः. यथा वयम् अत्र पाप्रच् योगः ति इति अस्ति, पाप्रच् योगः ति यदि तुक्सहितचकारः न स्वीकुर्मः, इदानीं चोः शूड् अन्नासिके च इत्यस्यपि प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते ति इति पित् प्रत्ययः अस्ति, तत्र तु निति इत्यस्य अनुवृत्तिः इदानीं वयं स्वीकुर्मः इति कृत्वा वृषभश्च इति सूत्रम् आगत्य कार्यं करोति. चकारस्य स्थाने शकारादेशः भवति, तत्र मध्ये चकारः अस्ति अल्पप्राणचकारः. अनन्तरं ष्टुनाष्टुः इति सूत्रेण ति इत्यस्मिन् टकारः टवर्गस्य प्रथमवर्णः आगच्छति, तत्र मध्ये पाप्रच्ष्टि इति भवति, तत्तु इष्टं रूपं नास्ति इति कृत्वा वृषभश्च इति सूत्रे तुक्सहितचकारः वयं स्वीकुर्मः. अग्रे पाप्रच् योगः सि इति स्थितौ, अत्रापि समानरूपं भवति. तुक्सहितचकारः वयं यदि वयं वृषभश्च इति सूत्रे स्वीकुर्मः तत्र पाप्रच् योगः सि इति पित् अस्ति इति कृत्वा अत्र चोः शूड् अन्नासिके च इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते तत्र क्निति इत्यस्य अनुवृत्तिः अस्ति. इदानीम् अत्र वृषभश्च इति सूत्रेण तुक्सहितचकारस्य स्थाने शकारः भवति. अनन्तरं षडोः कः सि इति अनेन तुक्सहितचकारस्य स्थाने शकारादेशः भवति. अनन्तरं तत्र षडोः कः सि इत्यनेन शकारस्य ककारादेशः भवति सकारे परे. अनन्तरम् इन्कोः इत्यनेन तत्र सकारस्य षत्वम् आदेशप्रत्ययोः. अनन्तरं करीच इत्यनेन ककारस्य ककारादेशः इति कृत्वा पाप्रक्षि इति रूपं वयं प्राप्नुमः यदि वयं तुक्सहितचकारः स्वीकुर्मः. अग्रे पाप्रच् योगः तः, तत्तु तः इति अपित् प्रत्ययः अस्ति इति कृत्वा तत्र वयं अत्र तु चोः शूड् अन्नासिके च इति सूत्रस्य प्रसक्तिः भवति. तत्र तुक्सहितचकारस्य स्थाने तालव्यशकारः. अनन्तरं वृषभश्च सृजमृज यजराजब्राजचषांशः इत्यनेन तालव्यशकारस्य स्थाने शकारादेशः भवति. जलीपरे इति कृत्वा अत्र पाप्रष्टः शकारादेशः, अनन्तरं तत्र ष्टुनाष्टुः इत्यनेन तः इत्यस्मिन् तकारस्य तकारः तवर्गस्य प्रथमवर्णः पाप्रष्टः इति रूपं वयं प्राप्नुमः. धन्यवादः भगिनि. मम संशयदूरं करो. प्रापच् योगस्य वयं उक्तवन्तः तित् अस्ति वै सकार, तत्र ङित्वित् नास्ति. इदानीं प्रापष्टि प्रापक्षि यदि रूपं भवति तत्र वयं उक्तवन्तः अत्र तस्य परे प्रापच् योगति वा प्रापच् योगसि तत्र सकार झल् प्रत्याहारे अस्ति, तकार अपि झल् प्रत्याहारे अस्ति, रूपं प्राप्नुवन्तः. अत्र इति नास्ति रे, ते केवलं तुक् संयोगे चकार अस्ति, अत्र पक्षद्वयम् उक्तं भगिनि. यदि चोः चूडनुनासिके च इति सूत्रे मिति इति अनुवृत्तिः स्वीकुर्मः चेत् चोः चूडनुनासिके च इत्यस्य प्रसक्तिः न भवति. तस्मिन् समये सुप्सहित् चकारं मन्तव्यं ब्रश ब्रश इति सूत्रे. तर्हि सुप्सहितचकारस्य स्थाने तत्र शकारादिश. किन्तु यदि चोः चूडनुनासिके च इति सूत्रे भवती मिति इति अनुवृत्तिः न स्वीकरोति चेत् कस्य एव प्रसक्तिः भवति? किमर्थम् इत्युक्ते षष्ठाध्यायस्य खलु इति कृत्वा मिति इति अनुवृत्तिः न स्वीकरोति चेत् श्वोः षोडनुनासिके च इति सूत्रेण तत्र तुक्सहितचकारस्य एव स्थाने, अत्रापि तुक्सहितचकारः अस्ति इति मन्तव्यं. तर्हि द्वयोः सूत्रयोः अपि तुक्सहितचकारः इति मन्तव्यम् अस्ति. आम् भगिनि. तर्हि प्रश्नः किम् इत्युक्ते पक्षद्वयं कुत्र भवति? यदि चोः चूडननासिके च इति सूत्रे इति अनुवृत्तिः इति भवति स्वीकरोति वा न इति स्वीकरोति भवति? किमर्थम् इत्युक्ते भाष्यकरः वदति पक्षद्वयमपि साधौ इति. तर्हि पक्षद्वयमपि स्वीकुर्मः चेत् पित् अस्ति, सि इति पित् अस्ति यथा भगिनी उक्तवती. तर्हि यदि श्वोः षोडनुनासि अनुनासिके च इति सूत्रे निति इति न स्वीकरोति चेत्, अनुवृत्तिः न आयाति चेत् किं भवति? अधुना सूत्रद्वयस्य प्रसक्तिः अस्ति, ब्रश ब्रश इति सूत्रस्य प्रसक्तिः अस्ति, श्वोः षोडनुनासिके च इति सूत्रस्य अपि प्रसक्तिः अस्ति. तर्हि किं सूत्रं बलवद् भवति इत्युक्ते श्वोः षोडनुनासिके च इति सूत्रं सपादसप्ताध्यायीसूत्रमिति कृत्वा तस्य बलं भूत्वा तदेव कार्यं भवति. प्रथमं तालव्यषकारः आसी आगच्छति, अनन्तरं तालव्यषकारस्य स्थाने ब्रश ब्रश इत्यनेन षकारः आयाति इति एकं पक्ष एकं पक्षम्. अनन्तरं द्वितीयपक्षं किम् अस्ति इत्युक्ते, द्वितीयपक्षः कः इत्युक्ते, यदि श्वोः षोडनुनासिके च इति सूत्रे भवती मिति निवृत्तिः स्वीकरोति चेत् यद्यपि षष्ठाध्याये अस्ति तथापि सित् अस्ति इति कृत्वा सूत्रस्य कार्यं न भवति खलु? तर्हि एकमेव सूत्रम् अस्ति अधुना, वृषभृश इति सूत्रमेव अस्ति. तर्हि अस्मिन् सन्दर्भे किं भवति इत्युक्ते निश्चयेन वृषभृश इति सूत्रे सुखसहितचकारः अस्ति इति मन्तव्यम्. तर्हि सुखसहितचकारस्य स्थाने एव षकारः आयाति, अनन्तरं षकारस्य बलेन अत्र प्रापक्षि अन्य वर्णसन्धि भूत्वा प्रापक्षि इति रूपं भवति. परन्तु वयं पूर्वं परिच्छेदे पठितवन्तः यदि तुकारस्य विना चकार यदि वयं स्वीकुर्मः चकारस्य का गतिः भवति, तत्र अत्र वृष भ्रश इति सूत्रे अपि तुकार विहाय चकारस्य न स्वी कर्तव्यम् इति तथा तद् गतसप्ताहे यत् अस्माभिः पठितं तत् विस्मरतु. अधुना किं महोदयेन उक्तम् इत्युक्ते यदि वयं सुखसहितचकारं न स्वीकुर्मः चेत् किं भवति? पूर्वम् अस्माभिः चिन्तयामः स्म निमित्तपायनैमित्तिकस्य अपि अपायः इति परिभाषा इति स्वीकुर्मः चिन्तयन्ति स्म खलु. तर्हि सुखसहित अत्र वर्षभर्ष इति सूत्रे सुखसहितचकारस्य आवश्यकता नास्ति इति पूर्वं दृष्टं चिन्तितवन्तः. किमर्थम् इत्युक्ते केवलं चकारः अस्ति चेत् अपि यत्र चकारस्य लोप स्थाने षकारः आयाति मूर्धने षकारः तस्मिन् समये निमित्त अपायनैमित्तिकस्य अपि अपायः इति परिभाषया तुक् इत्यस्य लोपः भवति इति चिन्तितवन्तः. किन्तु महोदय यत् उक्तवान् इत्युक्ते तादृशपरिभाषा कुत्रचिदपि न उच्यते, तद् नास्ति, न्यायः अपि नास्ति, परिभाषा अपि नास्ति, तर्हि दत्तं मा स्वीकरोतु इति कृत्वा पूर्वम् अस्माभिः यत् किमपि अस्माभिः एतावत्पर्यन्तं चिन्तितं खलु तस्य तु वयं पुनः दत्वा करपत्रेषु पुनः अस्माकं चिन्तनं परिशील्य अधुना परिशीलनं करणीयम् अस्ति करणीयम् अवगतवती. संशयः अस्ति भवति तत्र किञ्चित् भ्रमः अस्ति किमर्थं चेत् गतसप्ताहे एव अस्माभिः यत् पठितं तत् विपरीतरीत्या अधुना पठामि. गतसप्ताहे तु सहितचकारस्य आवश्यकता नास्ति इति दृष्टा किन्तु माता पुनः गत्वा किञ्चित् गाढं चिन्तयित्वा आगतवती इति भगिनी. भगिनी अत्र भाष्यकारैः उच्यते यत् इदं न परिभाषा न वा न्यायः. अत्र भाष्यकारैः इत्युक्ते मुनित्रयं तेन अत्र निदर्शनं भाष्यकारैः इत्युक्ते पतञ्जलि महर्षि न उच्यते इति वा? यतोहि किम् इत्युक्ते अहमपि जालपुटे यदा महोदय प्रदर्शितवान् अहमपि जालपुटे गत्वा गूगल् मध्ये तद् अन्वेषणं कृतवती. तत्र एकस्मिन् स्थले एव तस्य उपयोग एकस्मिन् जालपुटे एव तद् उक्तमस्ति. अन्यत्र कुत्रचित् अपि निमित्तापायनैमित्तिकस्य अपि अपायः इति परिभाषा अस्ति इति किमपि. अपि च परिभाषा तु केन रचितं? परिभाषाः तु परिभाषेन्दुशेखरः इति परिभाषा, अपि च अन्यवैयाकरणः एव परिभाषां वदन्ति किल, तत् भाष्यकारा अनन्तरमेव आगच्छति. तथापि आं सत् सत्यं भगिनि, भाष्यकारः खलु पूर्वं किं पूर्वं तादृश तस्मिन्नेव समये अन्यवैयाकरणाः भाष्यकारस्य एव समये अन्य वैयाकरणः अस्ति अस्ति चेत् आसीत् चेत् तस्यापि वाक्यं. तर्हि भाष्यकारैः तदानीमेव उक्तम् इदं न परिभाषा इति तादृशपरिभाषा कुत्रचित् अपि न उच्यते इति. तर्हि कुतः तद् आनीतम् इति अधुना प्रश्नः वदति इति. तर्हि अयं नूतनपरिभाषा दत्तम् अस्ति किल, तदपि न कुत्रचित् अस्ति वा संयोग? तद् तु अहं तु गूगल् मध्ये दृष्टवती. तस्य तु अनेकत्र पश्यामि. आं भगिनि, अनेकत्र दृष्टवती, किञ्चित् त्रयः वा चत्वारः वा जाने दृष्टवती संयोग. प्रायः किम् इत्युक्ते परिभाषयन्तु शेखरः, अत्र परिभाषा इति केवलं नास्ति, अधीव दृष्टौ किं न्यायः इति महोदय उक्तवान्, परिभाषा न परिभाषा न वा न्यायः इति. न्यायः प्रायः अनेकाः सन्ति, किन्तु तद् कुतः स्वीकरणीयम् इति मया न ज्ञायते. प्रायः महोदयं पृच्छामः यदा वयं पश्यामः परिभाषा इति परिभाषयन्तु शेखरः इति ग्रन्थे लिख्यते, तथा एव न्यायः कुत्र लिख्यते इति न जानीमः. तर्हि तद् महोदयं पृष्ट्वा पश्यामः, तत्र उभयत्र पश्यामः चेत् प्रायः उत्तरं लभामः. अस्तु भगिनि, धन्यवादः. तर्हि अधुना विद्या भगिनी उक्तवती खलु एतत् पठितवती खलु? आं भगिनि, शुक्रवादः. तदा निवृत्तिपक्षे छोः षूडनुनासिके च इत्यस्मिन् किङिति इत्यस्य अनुवृत्तिः नास्ति. अस्मिन् पक्षे व्रश्च व्रश्च मृजराज यजराजभ्राजच्छशां शः इति सूत्रे छकारस्य आवश्यकता नास्ति. प्रच् योगः तृच् कारद्वयं प्राप्तं तु कागमः छकार शकार छकारस्य शकारः च तु कागमः अन्तरङ्गं निमित्तस्य अल्पत्वात् षत्वस्यापेक्षया अत्र तु कागमः प्रथमं भवति तदर्थं षूडनुनासिके च इति सूत्रे तुक्सहितचकारः वक्तव्यः अत्र च एका परिभाषा वर्तते संयोगशिष्टानां सहवा प्रवृत्तिः सहवा निवृत्तिः अनेन सन्निपातलक्षणं भवति छकारः छकारः च मिलित्वा आगच्छतः मिलित्वा गच्छतः च निवृत्तिपक्षे इत्युक्ते चोः षूडनुनासिके च इत्यस्मिन् सूत्रे किङिति इत्यस्य अनुवृत्तिः नास्ति इति चेत् किं भवति इति इतोपि चर्चा अस्मिन् परिच्छेदे दत्तमस्ति. व्रश्च भ्रश्च यदि छोः षूडनुनासिके च इति सूत्रे किङिति इत्यस्य अनुवृत्तिः नास्ति इति वयं स्वीकुर्मश्चेत् व्रश्च भ्रश्च इति सूत्रे चकारस्य आवश्यकता एव नास्ति इति भवति. किमर्थम् इत्युक्ते किङिति इति चोः षूडनुनासिके च इति सूत्रे नास्ति चेत् उदाहरणार्थं पाप्रच् योगः सिप् इति स्वीकुर्मश्चेत् अस्य सूत्रस्य प्रसक्तिः अस्मिन् सन्दर्भे अस्ति इति कृत्वा पाप्रश् इति तालव्यशकारादेशः भवति तुक्सहितचकारस्थाने पाप्रश् योगः सि इति भवति. तदनन्तरं व्रश्च भ्रश्च इति सूत्रस्य कार्यं किन्तु तत् चकारान्तकार्यं नास्ति किन्तु शकारान्तकार्यं तेन मूर्धन्यशकारादेशः भवति पाप्रश् योगः सि. तदनन्तरं शकारस्य ककारादेशः षडोकः सि इत्यनेन अपि च खरी च तदनन्तरम् आदेशप्रत्ययः इति सर्वं कृत्वा पाप्रक्षी इति इष्टं रूपं प्राप्तुं शक्यते इति कृत्वा व्रश्च भ्रश्च इति सूत्रे छकारस्य आवश्यकता एव नास्ति इति पर्यवसति यदि चोः षूडनुनासिके च इति सूत्रे किङिति इत्यस्य अनुवृत्तिः नास्ति चेत्. अत्र अन्यत् उदाहरणमपि महोदयेन दत्तं प्रच् योगः त्रिच् अत्र कार्यद्वयं भवति तुगागमः अपि च छकारस्य शकारादेशः चोः षूडनुनासिके च इत्यनेन. अत्र इतोपि चर्चा अस्ति तुगागमः प्रथमं भवेत् वा नो चेत् शकारादेशः प्रथमं भवेत् वा इति पृष्टे सति तुगागमः एव प्रथमं भवेत्. किमर्थम् इत्युक्ते तत्र सम्पूर्णसूत्रं चेच इति सूत्रेण एव तुगागमः भवति. तत्र सम्पूर्णसूत्रमस्ति ह्रस्वस्य चेत्तुक् संहितायाम् इति संहितायाम् अपि च चे इति तत्र निमित्तद्वयमेव अस्ति. किन्तु व्रश्च भ्रश्च इति षूडनुनासिके च इति सूत्रे अनेकानि निमित्तानि सन्ति क्वि वा नो जल् झल् वा अनुनासिके वा इति अनेकानि निमित्तानि सन्ति इति कृत्वा तुकागमस् चेच इति सूत्रं चोः षूडनुनासिके च इति सूत्रस्य अपेक्षया अन्तरङ्गं भवति इति कृत्वा तस्य कार्यं प्रथमं भवति तेन तुकागमः प्रथमं भवति अनन्तरमेव शकारादेशः भवति षूडनुनासिके च इति इति सूत्रेण. तत्तु एकम्. अपि च तुगागमः प्रथमं भवति इति कृत्वा षूडनुनासिके च इति सूत्रे तुक्सहितचकारस्य आवश्यकता अस्ति केवलं तुक् रहित चकारः तस्मिन् सूत्रे उक्तम् आसीत् चेत् अस्य सूत्रस्य प्रसक्तिः अत्र न भवितुम् अर्हति इति कृत्वा च्वोः षूडननासिके च इति सूत्रे तुक्सहितचकारस्य आवश्यकता अस्ति. गतसप्ताहे प्रायः हेमा भगिन्या एव अस्मिन् अस्य प्रश्नः पृष्टः इति भाति. अत्र सूत्रस्य आरम्भे किमर्थं तुक्सहितचकारः उक्तः इति तस्य उत्तरम् अत्र महोदयेन दत्तं. तुक्चहितशकारः वक्तव्यः किमर्थम् इत्युक्ते तुगागमः प्रथमं भवति, तदनन्तरमेव तदनन्तरमेव चोः षूडननासिके च इति सूत्रस्य कार्यम् इति कृत्वा. अपि च अत्र अन्यपरिभाषा अस्ति, संयोगशिष्टान् शिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति भवति. कोऽपि पृच्छति चेत् चकारस्य स्थाने षूडनुनासिके च इत्यनेन शकार आदेशः भवति चेत् अल्पप्राणचकारस्य का गतिः इति पृच्छति चेत् संयोगशिष्टा तत् किमर्थं तत् आवश्यकता एव आवश्यकता एव नास्ति किल भगिनि? सत्यं, किमर्थम् इत्युक्ते यदि तु सहितचकारं स्वीकुर्मः चेत् तस्य आवश्यकता नास्ति. किन्तु तुक्सहितचकारः स्वीकर्तव्यः इत्येव पूर्वस्मिन् वाक्ये दत्तमस्ति किल? आमामां सत्यं महोदय. तादृशं भवति चेत् संयोगसृष्टान् सह वा प्रवृत्तिः सह वा निवृत्तिः इत्यस्य आवश्यकता एव नास्ति. यद्यपि तत् परिभाषा अस्ति चेदपि तस्य आवश्यकता अत्र नास्ति एव. सत्यं महोदय. तर्हि महोदयं तदपि पृच्छामः. किन्तु अत्र यद्यपि निमित्तापये नैमित्तिकस्य अपायः इति परिभाषा वा न वा न्यायः नास्ति इति भाष्यकारैः उक्तं, किन्तु अत्र संयोगनिष्ठानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति परिभाषा वर्तते एव इति कृत्वा तौ तु समानार्थकः इति कृत्वा यत्र यत्र वयं पूर्वं निमित्तापये नैमित्तिकस्य अपायः इति स्वीकृतवन्तः तस्मिन् तत्र तत्र संयोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति उक्त्वा कार्यं साधयितुं शक्यते किल? तेन एव कारणेन एव तुगागमसहितचकारम् एव स्वीकुर्मः सूत्रे इति द्वितीय किमस्ति वादम् इति कृत्वा महोदय प्रायः. प्रथमं तु सत्यमेव तुक्सहितचकारं स्वीकुर्मः किमर्थम् इत्युक्ते नो चेत् तुक् तिष्ठति इति कृत्वा तुक्सहितचकारं स्वीकुर्मः. अन्यत् किमस्ति इत्युक्ते संयोगनिशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इत्यनेन यत्र यत्र चकारः भवति तत्र तत्र तुक् अपि भवति खलु इति कृत्वा मिलित्वा गच्छति आगच्छति मिलित्वा गच्छति तेन एव कारणेन मिलित्वा गच्छति इति कृत्वा चोः इत्येव स्वीकर्तुं शक्नुमः सहितचकारमेव स्वीकर्तुं शक्नुमः इति महोदयस्य वादं किञ्चित् बलं करोति इति. हा किन्तु अत्र अस्य आवश्यकता नास्ति किमर्थमित्युक्ते तुक् आगमः प्रथमं भवति इति कृत्वा अतः वक्तव्यः. मम अत्र किं प्रश्नः आसीत् इत्युक्ते अत्र चकारस्य वर्षदृश इति सूत्रे चकारस्य आवश्यकता नास्ति इति न वक्तुं शक्नुमः खलु. पदान्ते तु आवश्यकता भवति, जलिपरे प्रायः कार्यं न भवति, किन्तु पदान्तकार्ये तु चकारः आवश्यकः. पदान्ते भवति चेत् संयोगान्तस्य लोपः भवति, तत् सूत्रं कार्यं करोति किल? यत्र ह्रस्ववर्णः अस्ति चेत् संयोगान्तस्य लोपः इत्यनेन लोपः भवति. एकनिमिषं किन्न संयोगान्तस्य लोपः इत्यनेन न भवति इति पूर्वं महोदयेन उक्तं, यत्र स्थगितचकारः अस्ति चेत् तत्तु मिलित्वा एव सिङ्गल् यूनिट् इति एव द्रष्टव्यम् इति कृत्वा एव गतसप्ताहे प्रापृच्छति धातुः स्वीकृत्य धातुरूपपदान्तरूपम् इति कृत्वा किं भवति इति दृष्टवन्तः लङि अपाप्रश् इति भवति अनन्तरम् अपाप्रड् इति भूत्वा अपाप्रट् इति रूपं दृष्टवन्तः प्रथम हल् सन्धि इत्युक्ते करपत्रे चकारस्य पृथक्तया न स्वीकर्तुं शक्यते इति कृत्वा मिलित्वा एव स्वीकुर्मः इति कृत्वा ब्रश ब्रश इत्येव कार्यं भवति इति पूर्वं दृष्टवन्तः प्रयोगान्तस्य लोपः तत्र न भवति अत्र सुप्रहितचकारः भवति ब्रश्च ब्रश्च इति सूत्रं पदान्ते कार्यं करोति वा पदस्य अन्ते तर्हि तद् पदस्य अन्ते एव कार्यं भवति अन्यथा जलीपरे प्रायः कार्यं न भवति चकारस्य इति परन्तु भगिनी तत्र तु प्रत्ययलोपे प्रत्ययलक्षणेन इति कृत्वा तत्र त इति लोपः भवति किल लङ्लकारे तत् लोपः भूत्वा एव पदसंज्ञा प्राप्नोति परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति इति कृत्वा तत्र चोः शूर नासिके च इति कार्यं कर्तुं शक्नोति वा यदि निति इति अनुवृत्तिः स्वीकुर्मः चेत् न भवति किन्तु यदि यत्र निति इति अनुवृत्तिः न स्वीकुर्मः तत्र तु निश्चयेन भवति इति हा यदि निति इति अनुवृत्तिः स्वीकुर्मः तत्र वृष वृष इति सूत्रेण तुक् सहितचकारस्य तथापि न भवति पदान्ते अपि कार्यं न भवति श्वोः षोडन कार्यं भवति इति अस्ति पदान्ते अपि समानकार्यं भवति यत्र जली नास्ति किन्तु केवलं पदान्ते इति स्वीकुर्मः चेत् कुत्रचित् तादृशं भवति वा परन्तु भगिनी अत्र प्रत्ययः अन्ये किमपि प्रत्ययः स्वीकुर्मः चेत् अत्रैव भगिनी अपाप्रच् योगः इदानीं चोः शूडनासिके च इति अङ्गकार्यम् अस्ति तत्तु हल्याभ्यो दीर्घस्तुतिस्य प्रुक्तं हल् इत्यस्मात् पूर्वमेव कार्यं करोति तर्हि अत्र प्रत्ययलोपे प्रत्ययलक्षण इत्यस्य आवश्यकता एव नास्ति यथा वयं पूर्वं दृष्टवन्तः राल्लोपे यदि तकारः इति स्वीकृत्य लङ्लकारे भवति यत् वदति सत्यमेव किमर्थम् इत्युक्ते पदान्तसंज्ञा प्राप्नोति जल् प्रत्ययस्य लोपस्य अनन्तरमेव यदापगच्छति किन्तु यत्र झल् प्रत्ययः नास्ति अन्य किमपि प्रत्ययस्य लोपं भूत्वा यदि पदान्तकार्यं भवति तस्मिन् समये तु ब्रश ब्रश इति कार्यं भवति खलु यः प्रत्ययः जलादिप्रत्ययः नास्ति तस्य लोपं भवति अहं तु सर्वाणि सर्वे प्रत्ययः न जानामि कुत्रचित् प्रायः कार्यं भवति इति मम चिन्तनं प्रायः भवति इति उक्तवती अधुना एतावत्पर्यन्तं वयं न दृष्टवन्तः तादृशान् अस्तु भवती वदति पदान्ते अस्ति परन्तु तत्र जलादिप्रत्ययः नास्ति तत्र वृक्षभ्रश्च इति कार्यं करोति इति अस्ति ओ अस्तु आं प्रायः तादृशसन्दर्भः न भवति अहं न जानामि भगिनी मम एकः प्रश्नः अस्ति अत्र अत्र तुकागमः प्रथमं भवति एतदर्थं चोषुडनासिके इति सूत्रे सहितचकारः वक्तव्यः इति अस्ति परन्तु यत्र तुकागमः नास्ति इत्युक्ते चकारात् प्राक् हल् वर्णः अस्ति तत्र किमर्थं चोः चूडनसिके च इति कार्यं न करोति किमर्थं वयं संयोगान्तस्य लोपः इति सूत्रं पश्यामः एतत् सूत्रं तु पूर्वसूत्रम् अस्ति यत्र चेच इत्यनेन तुगागमः भवति तत्र अहम् अवगच्छामि तुक् सहितचकारः अस्ति चेदपि चोः चूडनसिके च इत्यनेन इति कार्यं करोति परन्तु यत्र हल् वर्णः अस्ति तत्र किमर्थं प्रसक्तिः नास्ति यदि यदि सूत्रे एव स्वीकृत्य पश्यामः भगिनि, पूर्वं गतः धातुपाठे हल् सन्धिः प्रथमकरपत्रं तत्र किमपि एतादृश उदाहरणमस्ति वा? वावांश्योगः ति तत्र यदि चो शूर नसिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः नास्ति, तत्र वावांश्योगः ति अत्र तु तुक्सहितचकारः नास्ति, परन्तु अत्र किमर्थं चोः शूडानसिके कार्यं न करोति, किमर्थं प्रथमं खलु अत्र तुक्सहित किमर्थं पाणिनिना अत्र सूत्रे पश्यति चेत् चोः इति सूत्रे अस्ति, तत्र तु चकारात् पूर्वं किमपि वर्णः ह्रस्ववर्णः नास्ति खलु, तथापि पाणिनिः किमर्थं तुक्सहितचकारं निर्दिष्टवान्? पाणिनिना एव तादृशं कृतं तर्हि तस्य विषये किमर्थं चर्चा एव नास्ति किल, सः एव वदति तुक्सहितचकारः एव स्वीकरणीयः. तदेव आमां तदेव किमर्थमित्युक्ते गतसप्ताहे महोदय भिन्नरीत्या उक्तवान् खलु, किमित्युक्ते पाणिनिः उक्तवान् किन्तु सूत्रे तु दोषाः भवन्ति खलु, तदेव परिशीलनार्थं तस्यैव परिशीलनार्थमेव भाष्यकारैः अन्य किमपि परिभाषा वा अन्यसूत्र वार्तिकं वा किमपि उच्यते खलु वार्तिकारैः वा भाष्यकारैः, किन्तु दोषः भवति एव, किन्तु प्रायः अत्र किम् इत्युक्ते गतसप्ताहे भिन्नरीत्या महोदय उक्तवान् इति कृत्वा तत् स्पष्टीकरणार्थं सूक्सहितचकारं स्वीकरोतु इति पुनः उक्तवान् इति. तर्हि तुरागमः नास्ति चेदपि सूत्रे एव वदति तुक्सहितचकारः एव, तत्र एव एतस्य सूत्रस्य प्रसक्तिः भवति. अत्र उदाहरणार्थम् अन्यत् अत्र तु संयोगः अस्ति इति कृत्वा संयोगान्तस्य लोपः, किन्तु यदा वयं यदि वयं भिन्न किमपि धातुः अस्ति वा चकारान्तदातुः यत्र संयोगः नास्ति गतसप्ताहस्य करपत्रं पश्यामि अन्य किमपि दातुं न पश्यामि. हूर्च् तत्र हूर्च् तत्र रालोपः आगच्छति, यत्र यत्र चकारः अस्ति पूर्वं रेपः अस्ति तत्र रालोपः. लच् इति लच् इति एकः धातुः अस्ति, लच् इति अस्ति परन्तु चेच भवति किल चेच न न विदौट् चेच केवलं ल चकारः आगच्छति किल ल लकारस्य अनन्तरम् अकारः अस्ति चेत् तत्र चेच अनन्तरम् आगच्छति किल, यद्यपि उपदेश अवस्थायां चकारः नास्ति परन्तु अग्रे आगच्छति किल. सत्यं तत्तु सत्यं परन्तु अत्र पश्यामि. लाचि इति धातु स्वीकुर्मश्चेत् तत्र तदेव प्रायः सन्निपाते इति महोदयेन उक्तं खलु, यत्र यत्र चकारः अस्ति तत्र तत्र एतादृशं भवति इति कृत्वा अन्य प्रायः उदाहरणं न भवेत्, तस्मात् एव प्रायः चकारस्य आवश्यकता नास्ति इति. आं सत्यं भगिनि, लच अपि पूर्वमेव धातुः तादृशम् अस्ति, तदनन्तरं तुगागमः आगमनेन तत्र लच्छ इति एव भवति. तर्हि तादृशरूपाणि एव न सन्ति इति मन्ये, सर्वत्र तुक्सहितचकाराः एव सन्ति इति भाति. अस्तु भगिनि, तथापि मम प्रश्नः अस्ति किमर्थं यदि सूत्रे एव अस्ति तर्हि परिभाषा इत्यस्य का आवश्यकता? आवश्यकता नास्ति अत्र डेटा मध्ये उक्तवती आवश्यकता एव नास्ति, किन्तु गतसप्ताहे महोदय भिन्नरीत्या उक्तवान् खलु इति कृत्वा तस्य बोधनार्थम् इतोपि. परन्तु अस्मिन् परिभाषायां तु केवलं संयोगः इति दत्तमस्ति किल, संयोगः संयोगशिष्टानां सह प्रवृत्ति सह निवृत्ति. करपत्रस्य नवीकृतवान् संयोगशिष्टानां. हा, संयोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः, तत्र संयोगः इत्युक्ते केवलं चकार छकारः नास्ति, अन्यत्र कुत्रापि संनियोग परिभाषा मुद्रण दोषः आसीत् पूर्वं. संनियोग इति रिफ्रेश् करोतु. अहं गूगल् मध्ये दृष्टवती एतादृशं नासीत्. धन्यवादः. अग्रे सरला भगिनी. पठितवान् खलु? तदा निवृत्तिपक्षे भवान् तत् पठितवन्तः वा? निवृत्तिपक्षे शूनासिके अग्रिमे अस्मिन् निवृत्तिपक्षे प्रापच् योगस्य चोषूर् अनुनासिके च इति सूत्रेण प्रापच् योगस्य भ्रष्टभ्रष्टसृजभ्रज यज राज भाज चछां च प्रापश् योगसि प्रापक्षे. निवृत्तिपक्षे यत्र नितिपरे अनुवृत्तिः नास्ति तत्र स्वीकृतम् अस्ति प्रापच् योगसि. अत्र शोषुनांसिके कारणके आगमचकार अस्ति, तस्य स्थाने षकार आगच्छति, अपि च तदनन्तरं पाप्रश् योगसि भवति व्रच ब्रच इति सूत्रेण षकारस्य स्थाने मूर्धन्यषकार आगच्छति. तदनन्तरं षडोकोसु इति सूत्रेण षकारस्य स्थाने ककार आगच्छति इति आदिशप्रत्ययोस्मि षकार प्रत्ययस्य मूर्धन्यषकार भवति. तदनन्तरं खरि च कार्यं करोति, ककार तथैव तिष्ठति, पाप्रक्षि इति निष्पन्नं भवति सति निवृत्तिपक्षे यदि वयं पूर्वं कृतवन्तः. अत्र चकारान्तधातूनां प्रसङ्गे इतोपि किञ्चित् चकारात् प्राक् के के वर्णाः सम्भवन्ति. चकारात् प्राक् ह्रस्व अच्च वर्ण अस्ति चेत् तुगागमो भवति, यथा इष् धातुः. इष् गम्यां च इत्यनेन इष् धातोः चकारादेशः क्षितिपरे इष् योग छ इष् योगम्यां च अलोन्त्यस्य इष् योग अ छे च अद्यान्तो आद्यन्तटकृतौ इत्याभ्यां चकारे परे ह्रस्वस्वरस्य इकारान्त अनन्तरं तुक् आगम इच्छ योग अस्तोष्णाश्चुः इच्छ अ इच्छ इति अङ्गम्. इदानीं चकारान्तधातूनां का अस्ति तस्य विभजनं महोदय कृतवान्. चकारान्तधातु प्राक् यदि अच्वर्ण ह्रस्व अच्वर्ण अस्ति तत्र तुगागमो भवति. उदाहरणमस्ति इष् धातु तत्र षकारस्य स्थाने इषु गम्यां च इति सूत्रेण मूर्धन्यषकारस्य स्थाने चकार आगच्छति. यदि शिति परे अस्ति षकार अस्ति तस्य परे तालव्यषकार तस्य परे अस्ति संज्ञा अनुबन्धलोपाने अङ्गम् विकरणपथे अकार तिष्ठति छे च इति सूत्रेण तु गागमो भवति. चकारस्य पूर्वम् इकार ह्रस्व अच्वर्ण अस्ति तत्र तु गागमो भवति इच्छा इति भवति. तदनन्तरं चकारस्य प्रभावेन तकारस्य स्थाने स्तोष्णाच्युः इति कारणे तकारस्य चकारः भवति. इच्छा इति निष्पन्नं भवन्ति. अहं न अहं विश्रमति आद्यन्तटकितौ इति. आं भगिनि, अत्र तु किम् इत्युक्ते तुक्तागमः अस्ति खलु. तुक् इति कित् अस्ति, सकारः भवति, तर्हि कित् अस्ति इति कृत्वा आदि यदि तित् अस्ति चेत् आदौ आयाति, कित् अस्ति चेत् अन्तौ आयाति. इत्युक्ते अन्तिमः हल्व क्षम्यताम् अन्तिम अश्वर्णात् अनन्तरम् आयाति. तस्य तु तुगागमः तुगागमः इति कृत्वा इष् धातोः तुगागमः अस्ति. क्षम्यताम् इष् धातोः च इति भवति. तर्हि चेच इति सूत्रेण चकारस्य तुगागमः अस्ति वा? चकारे परे तुगागमः धातोः तुगागमस्य तर्हि स्वरस्य चकारे परे ह्रस्वस्वरस्य तुगागमः ह्रस्वस्वरात् अनन्तरम् आयाति. तर्हि इ इत् च इति भवति. भगिनि भगिनि मम एकः प्रश्नः अस्ति. अत्र परिभाषा चकारः चकारः मिलित्वा आगच्छतः मिलित्वा गच्छतः इति अस्ति. तर्हि तत्र रालोपः इति सूत्रे तु चोः इत्यस्य अनुवृत्तिः अस्ति, परन्तु तत्र तुक्सहितचकारः वयं न स्वीकुर्मः. यदि चकारचकारः मिलित्वा एव आगच्छति तर्हि तत्र किमर्थं तुक्सहितचकारः न स्वीकुर्मः? यद्यपि अहं जानामि इष्टं रूपं न प्राप्नुमः इति कृत्वा एव तत्र वयं न स्वीकृतवन्तः, परन्तु किमर्थम् अत्र अत्र परिभाषा रालोपः इति सूत्रे वा भगिनि? आम् सूत्रस्य सारांशः पठति चेत् अत्र रेफास्वरस्य चकारस्य अवकारस्य एव इति अस्ति, सुप्तरितचकारस्य इति नास्ति. अत्र तु स्वोः षूडनुनासिके च इत्यस्मात् एव अनुवृत्तिः आयाति, प्रायः सुप् इत्यस्य अनुवृत्तिः न भवेत् इति. अत्र उक्तमस्ति ज्ञेयं यत् अनुवृत्तो सुप्सहितचकारः शक्यते, व्याख्याने सुगागमो न अपेक्षितः अतः न स्वीकृतः. तदवगच्छामि, परन्तु परिभाषा वदति तुक्सहि चकारः चकारः मिलित्वा आगच्छति मिलित्वा गच्छति. तदर्थः नास्ति खलु, तद् किमित्युक्ते यत्र यत्र सहितम् आगच्छति किन्तु ह्रस्ववर्णः चेदेव आगच्छति. यत्र रेफः अस्ति चेत् तुक् सहितचकारः न आगच्छति खलु, यत्र निमित्तं नास्ति तस्मिन् समये तद् न भवति. अस्तु. तर्हि अग्रे पुष्पा भगिनी. भगिनी अत्र एकः प्रश्नः अस्ति. वयं छेच इति सूत्रे चकारात् प्राक् ह्रस्ववर्णः भवेत् इति निमित्तम् अस्ति, परन्तु यदि ह्रस्ववर्णः नास्ति अपि च दीर्घवर्णः अस्ति चेत् किं भवति इति? तुकागमः न भवति. यदि रेप् हल् वर्णः वा संयोगः भवति चेत् तत्र तु न भवति, केवलं चकारः यथावत् तिष्ठति. भगिनि तत्रापि तुगागमः भवति दीर्घ, परन्तु पदान्ते अस्ति चेत् दीर्घस्वरः अस्ति अस्ति चेत् अपि तुगागमः भवति, परन्तु विकल्पेन भवति. एवं वा? परन्तु प्राक् ह्रस्ववर्णः अवर्णात् एव दष्टम् अस्ति किल, तत्र ह्रस्ववर्णात् परम् एव चकारः भवति. भिन्न भिन्नसूत्रं भिन्नं सूत्रमस्ति पदान्तात् वा इति सूत्रमस्ति, तत्रापि दीर्घपदान्तात् अपि चे परे तु भवति, परन्तु विकल्पेन. अस्माकं विषयः नास्ति, परन्तु अहं वदामि अत्र धातुपाठे ह्रीं ह्रीञ्च इति एकः धातुः अस्ति, यत्र ह्री इति दीर्घम् अस्ति तत्रापि तुकागमः भवति, तदर्थं मम प्रश्नः ह्रीञ्चति इति अस्ति तत्र दीर्घमस्ति पदान्ते एव पदान्तात् वा इति पदान्ते एव भवति, उदाहरणं भवति वदति तत्र न भवति, हा तत्र दत्तमस्ति पुस्तके धातुपाठपुस्तके मातुः धातुपाठे ह्रीञ्च धातु लज्जायाम् इत्युक्ते तत्र ह्रीञ्चति इति अस्ति, तत्र तुगागमः भवति परन्तु प्रायः अन्यसूत्रेण वा इति न जानामि। ओ कस्मिन् पुटे? 58 अहं पश्यामि। अग्रे गन्तुं शक्नुमः। आं सत्यं भगिनि, अत्र दीर्घात् इति सूत्रमस्ति, दीर्घात् चेत्तायाम् इति अस्ति, दीर्घस्वरात् परः चकारः आगच्छति चेत् सहितायां तस्य तुकागमः भवति। तर्हि सूत्रद्वयमस्ति यत्र सुगागमः भवति, दीर्घात् इति वा? आं भगिनि, परन्तु तत्तु पदान्ते एव भवति, अत्र कथं भवति इति अहं न जानामि, अत्र पदान्ते इति नास्ति, संयोगे नास्ति किल भगिनि, संयोगे भवति, स्वरस्य चकारे परे संहितायां तुगागमः भवति। सूत्रं किं? दीर्घात् दीर्घात् इति दीर्घात् ओ अस्तु, तर्हि ह्रस्व वा दीर्घ वा तत्र तुगागमः भवति इति, अस्तु भगिनि, प्रायः प्रायः वयम् एकमेव जानीमः इति कृत्वा मम अनन्तरं यदि भगिनी उक्तवती पदान्ताद्वा इत्यपि समानकथेन पदान्ते विद्यमानस्य दीर्घस्वरस्य चकारे परे संहितायां विकल्पेन, पदान्ते अस्ति चेत् संहितायां विकल्पेन, यदि पदान्ते नास्ति चेत् दीर्घात् इति सूत्रेण निश्चयेन भवति, तत्रैव पदान्तात् वा इति अग्रिमसूत्रं पदान्तात् वा इति, अस्तु अस्तु, तस्य प्राक् दीर्घात् तदनन्तरं पदान्तात् वा, धन्यवादः, धन्यवादः, अग्रे पठति भगिनी, नास्ति भगिनी सा गतवती, ओ सा गतवती वा, एवं मास्तु, किं भगिनि, अस्तु भगिनि, अत्र इदानीं चकारात् प्राक् यदि ह्रस्ववर्णः नास्ति कश्चन हल्वर्णः एव भवति, नाम चकारः तुक्सहितः नास्ति चेत् संयोगो भवति एव, एवं च अन्ते संयोगः अस्ति तस्यां च दशायां संयोगान्तस्य लोपः इत्यनेन पदान्ते छकारलोपो भवति, वाञ्च् इति धातुं स्वीकुर्मः, वाञ्च् धातुः सुबन्तयोजने तत्र क्विप् प्रत्ययः, तत्र क्विप् प्रत्ययः अनेन किमपि न तिष्ठति, अतः एवं मन्ये ककारः लषक्व तदिति अनेन अपगच्छति, पकारः हलन्तस्य तस्य लोपः इति गच्छति, बि इति अवशिष्यते, इकारः अपि तत्र उच्चारणार्थमेव, तर्हि वकारः यत् अवशिष्यते तस्य अपृक्तसंज् वर्णः अस्ति इति कृत्वा तदपि अपगच्छति, तर्हि किमपि न अवशिष्यते, तत्र वाञ्च् एव तिष्ठति इति, वाञ्च् इति प्रातिपदिकं भवति, प्रथमपुरुषे एकवचने वाञ्च् योगः सु इति, अस्मिन् स्थितौ न अस्यां स्थितौ हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् कारणेन तत्र हलन्तः अस्ति वा तदनन्तरं सु ति सि इति एतेषाम् अपृक्तसंज्ञा भवति चेत् तत्र हलः लोपः भवति इति सूत्रं वदति, अनेन अत्र उकारः अपगच्छति उपदेशे अजनुनासिकस्य इति कारणेन, तदनन्तरं सकारः यत् अवशिष्यते तत् अपृक्तसंज्ञा भवति इति तदपि अपगच्छति, तर्हि वाञ्च् यत् तिष्ठति तत्र संयोगः अस्ति ञकारस्य चकारस्य, तत्रापि संयोगान्तस्य लोपः कृत्वा चकारस्य लोपः भवति, अपि च यत् यकारः अस्ति तत् पूर्वं मूले नकारः अस्ति इति कृत्वा तत्र वान् एव रूपं निष्पन्नम् इति. एवमेव लङ्लकारे अवावाञ्च् योगः ति. अत्रापि हल्ङ्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् कारणेन तत्र तकारः एव तत्र सिद्धतिङ् प्रत्ययः. तत् तत् तकारः अपि अपगच्छति अपृक्तसंज्ञा इति कृत्वा अवावाञ्च् इति पदं भवति. अत्रापि संयोगः अस्ति इति कृत्वा पदान्ते संयोगान्तस्य लोपः इति कृत्वा चकारः लोपः भवति. अपि च यकारस्य मूले नकारः अस्ति इति कृत्वा अवावान् इति रूपम्. अनेन दृश्यते यत् चकारात् पूर्वं ह्रस्वस्वरः नास्ति चेत् पदान्ते संयोगः भवति, तत्र च सदा संयोगान्तस्य लोपः इत्यनेन चकारः लोपः. अनेन कारणेन वृष भ्रश सृज मृज यज राज ब्राज चशांशः इति सूत्रं तत्र न प्राप्नोति एव. अस्य कार्यावसरः नास्ति. लङ्गि अवावान् सुभन्ते वान् वाञ्चौ वाञ्चः. पदसंज्ञायां संयोगान्तस्य लोपः, अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं वाञ्चौ वाञ्चः. यदि चकारात् पूर्वं ह्रस्वस्वरः नास्ति, हल् वर्णः अस्ति, पदान्ते अस्ति चेत् तत्र हल् वर्णः अनन्तरं चकारः पदान्ते अस्ति चेत् तत्र सर्वप्रथमं संयोगान्तस्य लोपः इति आगच्छति कार्यं कर्तुं. तत् पूर्वसूत्रमस्ति ब्रश्य ब्रश्य इति सूत्रं परसूत्रम्. अत्र त्रिपाद्यं क्रमेण वयं गच्छामः इति कृत्वा अत्र प्रथमं संयोगान्तस्य लोपः आगच्छति, चकारः पदान्ते लोपः भवति. अतः एव अत्र ब्रश्य ब्रश्य इति सूत्रस्य प्रसक्तिः नास्ति, परसूत्रम् असिद्धम् इति कृत्वा अवसरः एव नास्ति. लङ्लकारे यथा वयं पूर्वं दृष्टवन्तः अवावाञ्च्योगः त, तत्र त इत्यस्य लोपः भवति हल्याभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यनेन. अनन्तरम् अवावाञ्च् नकारचकारयोः संयोगः अस्ति, चकारः संयोगान्तस्य लोपः इत्यनेन लोपः भवति, अवावान् इति रूपं वयं प्राप्नुमः. सुबन्ते अपि वयं दृष्टवन्तः वाञ्च् योगः सु, तत्रापि हल्याभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यनेन सु इत्यस्य लोपः. तत्र पदान्ते नकारचकारः संयोगः, संयोगान्तस्य लोपः इत्यनेन चकारलोपः, वान् इति सुबन्तपदं प्राप्नुमः. प्रथमविभक्तौ द्विवचने वाञ्च् अत्र तु औ सु औ औ इति अजादिप्रत्ययः इति कृत्वा अत्र अत्र पदसंज्ञा नास्ति. अपि च व्रश्च ब्रश्च इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते औ इति जलादिप्रत्यये नास्ति, तत्र केवलं वर्णमेलनं. पुनः तथैव अत्र वाञ्च् योगः जस् इति अस्ति. जस् तत्र छुटु इत्यनेन जकारस्य लोपः, सकारस्य लोपः हलन्त्यम् इत्यनेन भवितुमर्हति, परन्तु न विभक्तौ तु स्माः इत्यनेन विभक्त्यां सकारस्य संज्ञा न भवति. तत्र अस् इति अवशिष्यते. इदानीं वाञ्चस् इति अस्ति पदं, पदसंज्ञा अपि अस्ति सुप्तिङन्तं पदं. तत्र पदान्ते सकारः ससजुषोरुः इत्यनेन पदान्ते सकारस्य रु आदेशः. अनन्तरं करवसानयोर्विसर्जनीयः इत्यनेन पदान्ते रेपस्य विसर्गादेशः वाञ्चः. अत्रापि व्रश्च ब्रश्च इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते जस् इत्यस्मिन् अस् एव अवशिष्यते. अस् अजादिप्रत्ययः अस्ति इति कृत्वा व्रश्च ब्रश्च कार्यं न करोति, केवलं वर्णमेलनं वाञ्चः इति भवति. वावाञ्च् योगः ति अत्र यतोहि व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति तुक्सहितचकारः आवश्यकः, अस्य सूत्रस्य प्रसक्तिः नास्ति. वावाञ्च् योगः ति अत्र सामान्य चोः कुः इत्यनेन कुत्वं वावाङ्क् योगः ति करी च वावाङ्क् योगः ति वावाङ्क्ति. एवमेव वावाञ्च् योगहसि अवावाञ्च् योगः ताम्. अत्र यदि यदि यदि पदम् अस्ति तर्हि तत्र संयोगान्तस्य लोपः इति वयं दृष्टवन्तः, यदि चकारात् प्राक् हल् वर्णः अस्ति. इदानीम् अपदान्ते चकारात् प्राक् हल् वर्णः नकारः अस्ति, तिप् इति प्रत्ययः अस्ति. अत्र व्रश्च ब्रश्च इति सूत्रस्य कार्यं न भवति. किमर्थम् इत्युक्ते वयं पूर्वं चर्चितवन्तः तत्र तु तुक्सहितचकारः अस्ति चेत् एव सूत्रस्य प्रसक्तिः भवति. अतः अत्र सामान्यसूत्रं चोः कुः इति पूर्वसूत्रं तद् आगच्छति कार्यं कर्तुं. चकारस्य स्थाने खकारः खकारः भवति. अनन्तरं तत्र नश्च पदान्तस्य झलि इत्यनेन नकारस्य मूले नकारः अस्ति चकारात् प्राक्, तत्र अनुस्वारादेशः भवति. अनन्तरम् अत्र खरि च इति सूत्रेण खकारस्य अल्पप्राणककारः, अनन्तरम् अनुस्वरस्य ययि परसवर्णः इति सूत्रेण तत्र अनुस्वारः कवर्गस्य पञ्चमवर्णः ङकारः भवति, वावाङ्क्ति इति रूपम्. एवमेव वावांसि तत्रापि सर्वप्रथमं चोः कुः इत्यनेन ककारादेशः. अनन्तरं सि इति अस्ति, तत्र सि षत्वं भवति आदेशप्रत्ययोः इत्यनेन. नश्चापदान्तस्य जलि इत्यनेन अनुस्वरस्य इत्यनेन नकारस्य अनुस्वारादेशः. अनन्तरं आदेशप्रत्ययोः इत्यनेन सकारस्य षत्वम्. अनन्तरम् अनुस्वरस्य ययि परसवर्णः इत्यनेन मध्ये करिच अपि कार्यं करोति, खकारस्य ककारादेशः. अतः वावाङ्क्षि इति रूपं भवति. भगिनी, तत्र अस्मिन् परिच्छेदे इति तुक् सहितचकारः आवश्यकः इति महोदयेन किमर्थम् उक्तं, तत् मया नावगतम्. तुक् सहितचकारः आवश्यकः इति अस्माभिः पूर्वं चर्चितं खलु, तदेव स्वीकुर्मः इति. अत्र तत्र पूर्णवाक्यं पठतु, वावाञ्च योगः इति अत्र यतोहि वृश्च वृश्च इति धातोः सुप्तहितचकारः आवश्यकः, तद् नास्ति इति कृत्वा सुप्तप्रसक्तिः नास्ति. सम्यक् न श्रुतं भगिनी, पुनः वदतु. अत्र धातोः चकारः अस्ति खलु, तत्र तु सुप्तहितचकारः नास्ति. तर्हि वृश्च वृश्च कार्यं कुर्यात् तर्हि सुप्तहितचकारः आवश्यकः, तदेव सर्वे सूत्रस्य कार्यं भवति इति, नो चेत् कार्यं न भवति. पृष्ठे सूत्रं कार्यं कर्तुं सुप्सहितचकारः आवश्यकः. ओ इति यदि अग्रे पठति महोदय, तत्र किञ्चित् स्पष्टं कृतवान् महोदय अग्रिमपरिच्छेदम्. व्रश्च भ्रश्च सृज मृज यजराजभ्राजच्छशां षः इति सूत्रे तुक् तुक् रहितछकारः इति मन्यामहे, तर्हि प्रापच् पाप्रच् योगः सि इति स्थले छकारस्य स्थाने षकारदेश षकारः तु भवति, किन्तु तुक् आगमः स्थास्यति. अस्य निवारणार्थं तुक् सहितछकारः अपेक्षितः सर्वत्र. तदर्थञ्च वावाञ्च योगः अति इति स्थले तुक् सहितचकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति. व्रश्च भ्रश्च इति सूत्रे तुक् रहित वा सहित वा भगिनि, तत्र तुक् रहितचकारः यदि मन्यामहे, यदि केवलं चकारः एव अस्ति इति चिन्तयामः चेत्, तुक् नावश्यकः इति चिन्तयामः चेत्, प्राप्स् किं भवति, तत्र तु चकारस्य स्थाने चकारादेशः भवति, किन्तु तुक् तु तिष्ठति इति, निमित्तपायनैमित्तिकस्यापि अपायः इत्यस्य कार्यं न भवति इति उक्तवान् खलु महोदय. तर्हि तादृशसन्दर्भे तु तिष्ठति. वयं महोदय चिन्तितवान्, पूर्वम् उक्तवान् खलु, अत्र सन्निपाते इति सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति, तत्र मिलित्वा गच्छतः मिलित्वा गच्छतः इत्युक्ते साधारणतया यत्र मिलित्वा आगच्छति सूत्रे एव निर्दिष्टम् अस्ति. अस्माभिः अग्रे गत्वा निमित्तपाये निमित्तिकस्यपि उपायः इति न कर्तुं शक्नुमः इति, तदेव सारांशः इत्युक्ते अत्र सुक्सहितचकारं न मन्यामहे चेत् वयं प्राप्स् इति चकारस्य सन्निषकारं भूत्वा किं भवति, तुक् तु तिष्ठति, तुक् अधुना सन्नि संयोगे संयोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति परिभाषया तुक् न अपगच्छति कदापि, तुक् तु तिष्ठति, मिलित्वा गच्छति आगच्छति इत्येव अस्ति, किन्तु तुक् तु अत्र अस्ति. यदि वयं सूत्रे न स्वीकुर्मः चेत् अत्रापि न स्वीकर्तुं शक्नुमः, तर्हि सूत्रे तुक्चकारमेव स्वीकरणीयम् इति. क्षम्यतां भगिनि, मध्ये खण्डितः मम लैन् इदानीं. हा हा, किन्तु अवगतवान् अत्र तुक् रहितचकारः यदि मन्यामहे, केवलं तत्र चकारः एव न तु तुक् सहित इति मन्यामश्चेत् पाप्रच्योगः सि इत्यस्मिन् स्थले केवलं चकारस्य स्थाने षकारादेशः भवति, किन्तु तुक् आगमः तिष्ठति. किन्तु यदि तिष्ठति चेत् तत्र पूर्वं परिभाषा आसीत् किल, संयोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः, किमपि न तेन तत्तु परिभाषा तेन किमपि न विधीयते. तत् किं वदति इत्युक्ते संयोगनिष्ठानां यत् मिलित्वा किञ्चन कार्यं भवति यथा चेत् इति यत्र चकारः अस्ति सुखपि तत्र आगच्छति इत्येव वदति, सः एव सुखपि मिलित्वा एव गच्छतः इति तत्र तु किमपि कार्यं न वदति. लोकः सकारः गच्छति चेत् सुखपि गच्छतु इति न नियमयति. तत् कथं वक्तुं शक्यते भगिनि, परिभाषा परिभाषया अपि एकनिमिषं पर्यन्तं निमित्तापाय नैमित्तिकस्य अपायः इति सूत्रेण किमपि कार्यं विद्यते खलु. निमित्तस्य अपायः भवति, लोपः भवति चेत् यत् नैमित्तिकस्य लोपः भवति चेत् निमित्तस्य अपि निमित्तस्य लोपः भवति चेत् नैमित्तिकस्य अपि लोपः भवेत् इति सूत्रं वदति. तर्हि वयं तेन परिभाषा किमपि कार्यं वयं कुर्मः, अधुना एतत् परिभाषा किमपि कार्यं न विद्यते, एतत्तु केवलं केवलं स्पष्टीकरोति. सह वा प्रवृत्तिः सह वा निवृत्तिः इत्यनेन, सह वा निवृत्तिः इत्यनेन तुक् आगमस्यापि निवृत्तिः वयं न कर्तुं शक्यते वा? न कर्तुं शक्यते इति. आम् आम्, इक्वलेण्ट् नास्ति. निमित्तपयनैपित्तिकस्य एव अपायः इति इक्वल् अस्ति, तदेव वदति इति न पूर्णतया न वक्तुं शक्नुमः. सारांशमेव अन्य उदाहरणमहं ददामि, परिभाषया अपि विधिः भवितुं ह्रस्वः इत्यस्मिन् स्थले अचश्च इति वयं स्वीकुर्मः किल, तत्तु तत्तु सूत्रमस्ति, परिभाषासूत्रमस्ति, एतत् केवलं परिभाषा अस्ति. परिभाषा वा न्यायः वा कुत्रचित् अहं न्यायः इति दृष्टवती, परिभाषा अपि नास्ति न्यायः इति दृष्टवती. किन्तु महोदयस्य सारांशः यत् इत्युक्ते वदनं विमेश्यते अनेन कार्यं किमपि न भवति विधीयते, लोपकार्यं किमपि न भवति, केवलं यत्र यत्र यद्किमपि मिलित्वा आगच्छति तद् मिलित्वा एव अपगच्छति इति मन्तव्यम्. अस्तु भगिनि, तर्हि महोदय पठितवान्. हा, अस्य स्तुकागमः स्थास्यति, यदि तद् तुकागमः न स्थातव्यं चेत् तुक् सहितचकारः एव वयं स्वीकार्यं. यदि तादृशं वयं कुर्मश्चेत् वावाञ्च् योगः अति इति स्थले व्रश्च भ्रज इति सूत्रस्य प्रसक्तिरेव नास्ति. किमर्थमित्युक्ते तत्र तुक् सहितचकारः एव अपेक्षितः इति कृत्वा. आहत्य श्रु अनुनासिके च इति सूत्रे ङिति इत्यस्य अनुवृत्तिः भवति चेत् व्रश्च भ्रश सृज भ्रज राजदर्शा च इति सूत्रे चकारो भवति, स च तुक् सहित. द्वये सूत्रे शूरनासिके वश्च बच सज बच इति सूत्रे यदि इति अनुवृत्तिः अस्ति तस्य तुक् आगम तुक् सहित चकारस्य स्वीकरणीयम्. छो अनुनासिके च इति सूत्रे अपि छकार अपि तुक् सहित एव छोष् अनुनासिके इति सूत्रे ङिति इत्यस्य अनुवृत्ति नास्ति चेत् वृष भ्रश सज भज राजभ्रजसांच इति सूत्रे छकारो न भवति. यदि तुक् सहित छकार नास्ति त छोष् अनुनासिके इति सूत्रे ङिति अनुवृत्ति नास्ति तस्य तर्हि वर्षभ्रश इति सूत्रे अपि छकारो इति सूत्रस्य प्रसक्तिः न भवति. नो चेत् यथा प्रापच् रोगत इति सेतुक् आगम स्थास्यति इष्टरूपं न सेत्यस्ति. यदि प्रापच् रोगत तुक् आगम अस्ति तत्र यदि नो चेत् तर्हि सारांशरूपेण महोदय उक्तवान् इति मन्ये. तर्हि अहमपि पृष्टवती किं स्वीकरणे कथम् अस्माभिः स्वीकरणीयम् अग्रे अस्माकं वर्गे सः किं पक्षद्वयमस्ति इति उक्तवान् खलु इति अनुवृत्तिः कुत्र स्वीकुर्मः. सिद्धान्तकौमुद्यम् उक्तमस्ति स्वीकर्तुमपि क्षम्यतां भवति भाष्यकार्ये कर्तुमस्ति स्वीकर्तुमपि शक्यते न कर्तुमपि पक्षद्वयमपि साधु. यदि कुर्मः चेत् निति इति अनुवृत्तिः कुर्मः चेत् तुक्सहितचकारः भवतु इति खलु निति तर्हि आहत्य किम् इति महोदय उक्तवान् इत्युक्ते अहं पृष्टवती प्रथमं कार्यमस्ति वृष वृष इति सूत्रे तुक्सहितचकारः मन्तव्यः इति प्रथमं कार्यम् अग्रे गत्वा अस्माकं वर्गे. तथा एव श्वोः षोडनुनासिके चेत् सूत्रे पुनः तुक्सहितचकारः मन्तव्यः. अनन्तरं श्वोः षोडनुनासिके मिति इत्यस्य अनुवृत्तिः न मन्तव्या. मिति इति नास्ति वृष वृष इति सूत्रे चकारस्य न आवश्यकः. चकारः न आवश्यकः. चकारः न आवश्यकः वा इति पुनः वदतु भगिनि. वृष वृष इति सूत्रे सुप्तहितचकारः उभयत्र तुक्सहितचकार स्वीकुर्मः अनन्तरं तृतीयमस्ति भगवती चोहोकुः तत्र करणीयं चोहोकुः इत्यत्र चकार हलन्तशत् अस्ति. आमामामां संयोगः अस्ति चेत् प्रायः अन्ते संयोगः अस्ति चेत् प्रायः चोहोकुः वा संयोगान्तस्य लोपः वा किमपि कार्यं अन्य किमपि कार्यम् अस्तु पदान्ते अस्ति चेत् तादृशकार्यम्. परन्तु भगिनी परन्तु अत्र भगिनी अत्र यत्र निति इत्यस्य अनुवृत्तिः नास्ति तत्र तु वृष वृष इति सूत्रे चकारः न भवति इति एव दत्तं. परन्तु चोः शूरनासिके च तत्रापि तुक्सहितचकारः स्वीकरणीयमिति अत्र स्पष्टतया न लिखितं किल. किन्तु अहं तदेव अहं पृष्टवती पुनः महोदय हिन्दीपत्ररूपेण पृष्टवती अग्रे वर्गे कथं चिन्तनं भवेत् इति पृष्टवती. तर्हि महोदय उक्तवान् उभय चिन्तनद्वयमपि साधु एव. तर्हि अहं किम् उक्तवती तदेव स्वीकुर्मः इति उक्तवान् भगिनी इत्युक्तवती तदपि तदेव अग्रे कृत्वा स्वीकर्तुं शक्नुमः इत्युक्ते सर्वत्र तुक्सहितचकारः एव उभयत्र स्वीकुर्मः. आम् मम प्रश्नः अस्ति महोदय आहत्य अग्रे अस्माकं वर्गे चिन्तनं कथं भवेत् कृपया बोध्यता एवं किम् इति कृत्वा लिखितवती. महोदय तस्य उत्तरं दत्तवान् प्रायः सम्यक् इति. प्रायः सम्यक् माताजी न उक्तवती महाभाष्ये उक्तपक्षद्वयस्य मध्ये कः मन्तव्यः इति. अपि तु द्वयमपि साधु इति उक्तवती माताजी. किन्तु अन्ततो गत्वा एकः मार्गः स्वीकर्तव्यः वर्गे खलु. भवती यल्लिखितवती स एव मार्गः प्रायः समीचीनः. अनन्तरं मातरं पृच्छामि इति. अधुना इत्युक्ते इदानीं श्वोः षूडनुनासिके च अनेन सूत्रेण तुक् सहितचकारस्य स्थाने तालव्यषकारः, तदनन्तरं तस्य स्थाने मूर्धन्यषकारः व्रश्च ब्रश्च इति सूत्रेण इत्येव करणीयं यदि यदि अनुवृत्तिं पश्यामः वा तर्हि तत्र न तत्र अनुवृत्ति ङिति इति द्रष्टव्यं वा अनुवृत्तिः न स्वीकुर्मः तर्हि सर्वत्र चोः षूडनुनासिके च तदनन्तरं ब्रश्च ब्रश्च इति करणीयं तर्हि सूत्रे चकारस्य न आवश्यकम् इति प्रायः माता किमपि अन्यत् वदति चेत् अग्रिमसप्ताहे भगिनि अस्मिन् चर्चायां निगमनम् एतादृशं मया लिखितं तत् पठितुं शक्यते वा पठतु महोदय सर्व चर्चाम् अहं ह्यः मया ह्यः पठितः प्रथमं तु ज्वर त्वर इति सूत्रे किङिति इत्यस्य अनुवृत्तिः न भवेत् यद्यपि काशिकाकारः वदति तत्तु दोषाय निश्चयेन न भवेत् इति एकं द्वितीयं तु छ्वोः इति सूत्रे किङिति इत्यस्य अनुवृत्तिः वयं स्वीकुर्मश्चेत् पिति परे अस्य सूत्रस्य प्रसक्तिः नास्ति किन्तु किति किङिति परे प्रसक्तिः प्राप्तिः अस्ति अनेन तुक् सहितचकारस्य स्थाने शकारादेशः भवति इति द्वितीयम् शकारः इत्युक्ते छ्वोः षूडनुनासिके च इति सूत्रेण किङिति प्रत्यये परे प्रत्यये परे तुक्सहितचकारस्य स्थाने शकारादेशः तालव्यशकारादेशः भवति इति द्वितीयं तृतीयं तु पितिकरे अस्य सूत्रस्य प्रसक्तिः नास्ति एव यदि किङिति इति अनुवृत्ति वयं स्वीकुर्मश्चेत् तृतीयनिगमनं तु छ्वोः इति सूत्रे किङिति न स्वीकृतं चेत् पितिपरे प्रसक्तिः प्राप्तिः द्वयमपि भवति अनेन तालव्यशकशत्वं भवति तदनन्तरं व्रश्च इति सूत्रेण शत्वं भवति कार्याणि भवन्ति तत्तु एकम् अपि च व्रश्च इति प्रायः खण्डितः तस्य न श्रूयते आवश्यकता एव नास्ति यदि छ्वोः इति सूत्रे किङिति इत्यस्य अनुवृत्तिः वयं न स्वीकुर्मश्चेत् तेन सूत्रेण षत्वं भवति तदनन्तरं व्रश्च भ्रश्च इति सूत्रेण षत्वं भवति किन्तु व्रश्च भ्रश्च इति सूत्रे छकारस्य आवश्यकता एव नास्ति इति तृतीयं चतुर्थनिगमनं तु च्वोः अपि च व्रश्च इति द्वयोः सूत्रयोः तुक् सहितचकारः एव भवेत् इति चत्वारि निगमनानि मया लिखितम् अत्र सर्वं दृष्ट्वा महोदय पृष्टवान् अन्यत् अस्ति महोदय पृष्टवान् अस्माकं वाट्साप् ग्रूप् पूर्वं बहु आक्टिव् किमस्ति दृष्टि आक्टिव् आसीत्। अधुना तु सोपि न पृच्छति एव रिमा भगिन्याः तु किमपि एकमपि सन्देशं न। भगिनी तु पूर्वं तु प्रतिदिनं मेसेज् कुर्वती आसीत् खलु, इदानीं दृष्ट्वा नो चेत् यदि न सङ्कोचः भवति चेत् अन्ये यदि नूतनजनाः सन्ति सङ्कोचः भवति चेत् महोदय उक्तवान् प्रायः नूतन ग्रूप् करोतु इति अस्माकं कृते एव करोतु इति। भगिनी भगिनी मूलप्रश्न पुनः प्रापच्छोगत इति यदि वयं प्रापष्ट इति प्राप्नुमः अत्र नितिपरे नास्ति रै, निति अनुवृत्ति नास्ति रै इति पक्षे पुनः भगिनी प्रापच्छोगत इष्टं पदं भवति प्रापच् यद् चकारस्योषुनासिके शकार आगच्छति तालवीयशकार, तदनन्तरं वृषभ्रष्टेन मूर्धन्यशकार आगच्छति, तदनन्तरं षडोकसुरस्ने ककार आगच्छति रैट्। न स्वीकुर्मः चेदपि अन्तिमरूपं समानमेव प्राप्नुमः प्राप्रच्छुगः इति स्थितं। यदि निति इति अनुवृत्ति स्वीकुर्मः चेत् वृषभ्रष्टेन तुक्सहितचकारस्य स्थाने षकारः आयाति, प्राप्रक्षि इति अन्ते भवति। यदि वयं निति इति अनुवृत्तिः न स्वीकुर्मः चेत् श्वः षूडनुनासिके च इति कार्यं कृत्वा प्रथमं तालविषकरः अनन्तरम् अग्रिमं पुनः रषभ्रश इति आगत्य शकरः भवति। निति इत्यनेन एकमेव नूतनं अत्र अन्य किमपि डैरेक्ट्लि भूत्वा शकारः भवति अनन्तरं रषभ्रश इति अनुवृत्ति भवति वृषभ्रश प्रथमं कार्यं करोति न प्रथमं चूडनु निति इति अनुवृत्तिः स्वीकरोति चेत् वृषभ्रश इति डैरेक्ट्लि शकारः भवति। अस्तु यदि निति इति अनुवृत्तिः न स्वीकरोति चेत् प्रथमं षोडशोडनुनासिके चेत्नेन तालवशकारः अनन्तरं तालवशकारस्य स्थाने वृषभ्रश इत्यनेन षत्वं भवति, तर्हि टु स्टेप्स् भवति। धन्यवादः विरामः। तर्हि वाट्सप् ग्रूप् आवश्यकं वा भगिनि हेमा भगिनि नूतन ग्रूप् वा? आम् आम् वयं पञ्चजनाः वा षड्जनाः वा यथा भवति तादृशम् कुर्मः इति मन्ये अन्यानपि अभिप्रायः कः इति। शुभवनं महोदय, भवान् किं वदति? प्रश्नः न अवगतं, नूतन वा वाट्सप् ग्रूप् आवश्यकम् इति वा? किमर्थं कोऽपि प्रश्नान् न पृच्छन्ति इति कृत्वा पृच्छति इति कृत्वा अनेके नूतनजनाः सन्ति इति कृत्वा हेमा भगिनी तु किमपि न प्रेषयति एव पूर्वं प्रतिदिनं किमपि प्रेषयति स्म तत्कारणेन न प्रेषयति इति अहं न तादृशमस्ति वा भगिनि? तादृशमपि अस्ति परन्तु तस्य कारणम् अहं न प्रेषितवती इति न, किञ्चित् गृहे व्यस्ता आसम् अस्मि इति। न तादृशं मम पार्श्वे तादृशं नास्ति, अधिकाः जनाः सन्ति इति कृत्वा न प्रेषितवान् इति किमपि न। अस्तु महोदय, तर्हि नावश्यकं खलु इदानीं नावश्यकं, तत् कारणात् न आवश्यकम्। अपि च महोदयं द्विवारं वा त्रिवारं वा पुनः पूर्वं वर्गे यदा न्यायवर्गे अपि व्याकरणवर्गे अपि अहं पृच्छति चेत् द्विवारं त्रिवारं महोदयेन उक्तं विषयान्तरं मास्तु इति, यद्वयं पठन्ति तदेव अवगच्छतु, विषयान्तरम् इदानीं मास्तु इति. अतः यत् पठित यत् पठति तस्मिन् विषये प्रश्नः अनादिकः, किमर्थम् इत्युक्ते महोदयेन सम्यक् प्रतिपादितं सर्वम् इति कृत्वा प्रश्नः अपि न्यूनः अभवत्. धन्यवादः, शुभरात्रिः. शुभरात्रिः. धन्यवादः विद्या भगिनी.